नमस्ते. अद्यतनकरपत्रम् अस्ति, तिङन्तेषु फलसन्धिकार्याणि समग्रचिन्तनमस्ति. अत्र आदौ एव गतसप्ताहेषु सकारादिप्रत्यये परे इति अस्माभिः दृष्टं, तर्हि अद्य सकारादिप्रत्यये परे प्रत्ययोः परयोः सन्धिकार्याणि किञ्चित् अवलम्ब्यते अस्माभिः. तर्हि रामप्रियभगिनी, अत्र सामान्यकार्यं किम् इति वदति वा? सकारादितकारादिप्रत्यये परे स्वभावः कः इति कृत्वा सामान्यकार्यं. सामान्यकार्यम् इत्युक्ते करीच इति आगच्छति. किमर्थम् इत्युक्ते जल्वर्णस्य स्थाने चरारेषः भवति. यदा कर् वर्णः परे अस्ति चेत् तकारः तु कर्वर्णः, अतः तत्र सामान्यतया करीच इति आगच्छति. तर्हि अत्र अनन्तरं यत्र जश्वर्णः अस्ति, जशन्तधातुः अस्ति, तकारादिप्रत्यये परे विशिष्टसूत्रमस्ति, तदपि वदति वा? तत्र जशस्तदोर्धः इति सूत्रमस्ति, विशिष्टरूपेण आगच्छति. तत्तु करीच सूत्रस्य अपवादः इति वक्तुं शक्यते किल भगिनि? प्रबाद्य आगच्छति. किमर्थम् इत्युक्ते चतुर्थ जश्वर्णः आदौ अस्ति चेत् परे तकारः वा तकारः वा अस्ति चेत् तत्र दकारः आदेशरूपेण आगच्छति. थ स्थाने दकारः आदेशरूपेण आगच्छति. अधः इति अपि अस्ति, इत्युक्ते यदा दाधातु वर्जयित्वा तत्र आदेशः भवति इति. दशसतोर्धोतः अनन्तरं पूर्वसूत्रमपि अस्ति खलु, प्रायः तदेव कार्यं. तर्हि सुब्रह्मण्यमहोदय वदति, अत्र क्षवर्गान्तानां धातूनां कः सामान्यकार्यम्? चवर्गान्तानां धातूनाम् अत्र धातोः अन्ते चवर्गः वर्णः, अनन्तरं तकारः वा थकारः वा अस्ति चेत् अत्र प्रथमं चोः कुः इत्यनेन अत्र सामान्यचिन्तनं, चोः कुः इत्यनेन चवर्गीयव्यञ्जनस्य स्थाने कवर्गीयव्यञ्जनस्य आदेशः भवति. अनन्तरम् अत्र इदानीम् अत्र पूर्वं कवर्गीयव्यञ्जनम् अनन्तरं तकारः वा थकारः वा भवति, अतः अत्र पुनः खरीच इत्यनेन अत्र कवर्गीय प्रथमसदस्यः आदेशः भवति धातोः कृते. तत्तु सामान्यचिन्तनमस्ति. विशिष्टचिन्तनम् अत्र चकारः अस्ति चेत् अनन्तरं चकारः अस्ति अनन्तरं ब्रश ब्रज इति केचन धातवः अपि सन्ति. यदि व्रश्च भ्रश्च सृजमृज यजराज भ्राज चशांशः इति सूत्रेण किं भवति, अत्र केचन परिगणितधातूनां कृते अत्र किं भवति इत्युक्ते धातोः अन्ते चकारः वा जकारः वा अस्ति, ये धातवः उक्ताः अस्मिन् सूत्रे, अत्र किं भवति इत्युक्ते षकारादेशः भवति जलिपदान्ते च. अत्र तकारः थकारः द्वावपि झल् वर्णौ अतः अत्र एतस्य सूत्रस्य प्रसक्तिः. अनन्तरं यदा षकारः आगच्छति अत्र इदानीम् अत्र धातोः अन्ते षकारः अनन्तरं ठकारः वा ठकारः वा अस्ति, अतः अत्र ष्टुनाष्टुः इत्यनेन टवर्गीय व्यञ्जनम् आदेशः भवति, अनन्तरं वर्णमेलनं भवति. अत्र तेषां कृते यदि छकारः अस्ति अत्र सामान्यछकारः अस्ति चेत् अत्र किं भवति इत्युक्ते अत्र चोः कुः इत्यस्य एव प्रसक्तिः, अनन्तरं खरि च. परन्तु यदि तुक् सहितछकारः अस्ति किं भवति इत्युक्ते अत्र छोः षूडनुनासिके च इत्यनेन अत्र तुक्सहितचकारस्य स्थाने षकारादेशः भवति. अनन्तरमत्र जल् वर्णः अस्ति, तकारः थकारः जल् वर्णः. अतः यथा षकारः आगच्छति तदनन्तरं व्रश्च भ्रज सृज मृज यज राजभ्राज छषां शः इति सूत्रेण अत्र षकारस्य स्थाने षकारादेशः भवति, अनन्तरं ष्टुनाष्टुः इत्यस्य प्रसक्तिः. धन्यवादः. विद्या भगिनी वदति वा टवर्गान्तानां सामान्यकार्यं टवर्गान्तानां वा? टवर्ग यदि टवर्गस्य प्रथमद्वितीयतृतीयसदस्यः अस्ति प्रथमम्, अनन्तरं तकारः अथवा थकारः अस्ति चेत् तर्हि तत्र प्रथमं ष्टुनाष्टुः इत्यनेन तत्र टवर्गस्य प्रभावेन तत्र तकारस्य स्थाने टकारः, अनन्तरं ठकारस्य स्थाने ठकारः इति भवति प्रथमम्. अनन्तरं करि च इत्यनेन तत्र टवर्गस्य प्रथमवर्णः आगच्छति टकारः, अतः तर्हि तत्र टयोगः ठ अथवा ठ इति भवति. यदि टवर्गस्य चतुर्थवर्णः ढकारः अस्ति अनन्तरं तकारः अथवा थकारः तर्हि तत्र जशस्ततोर्दोदः इति डकारः जश् वर्णः इति कृत्वा तत्र तकारः अथवा थकारः तत्र द्वयोः स्थाने ढकारः भवति. अनन्तरं तत्र डकारः योगः धकारः इति अस्ति. अनन्तरं तत्र ष्टुनाष्टुः इति सूत्रेण तत्र डकारस्य प्रभावेन तत्र धकारस्य स्थाने ढकारः भवति. इदानीं डकारः योगः डकारः इति अस्ति. इदानीं डोडे लोपः इति सूत्रेण तत्र पूर्वं स्थितस्य डकारस्य लोपः इति कृत्वा तत्र डकारः एव अवशिष्यते. यदि तत्र ड्रलोपे पूर्वस्य धीर्गुणः इत्यस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यम्. यदि डकारात् प्राक् अण्वर्णः अस्ति चेत् तत्र अण्वर्णस्य दीर्घत्वं भवति, नो चेत् तस्य कार्यं न भवति. तर्हि अन्ते ढकारः एव अवशिष्यते. हिमा भगिनी वदति वा अत्र टकारान्तानां सामान्यकार्यम् इति? यदि तवर्गीयवर्णानां परे तकारः वा थकारः वा प्रत्ययः भवति चेत् तत्र खरिच इति सूत्रं कार्यं करोति. त थ द त्रयाणां कृते तत्र खरिचकारणेन त्रयोः स्थाने प्रथमतकारः एव आगच्छति, तदनन्तरं मेलनं भवति. परन्तु यदि चतुर्थसदस्यः अस्ति धकारः अस्ति तदनन्तरं तथ भवति चेत् तत्र जशस्ततोर्धोदः अनेन सूत्रेण तथ स्थाने धकारादेशः भवति. तर्हि धकारात् परे इदानीं धकारः भवति, तदानीं धकारः झषि अस्ति अपि च प्रथमधकारः झल् अस्ति इति कृत्वा झलां झषि कृत्वा धकारस्य स्थाने अल्पप्राणधकारः आगच्छति. अपि च यदि नकारः वर्तते तर्हि नशापदान्तस्य झलि इति कृत्वा तत्र अनुस्वारः आयाति. तदनन्तरं यत्र यदि सन्दर्भः अस्ति चेत् अनुस्वारस्य ई परसवर्णः तदपि करणीयम्. अस्तु, कृन्द इति अस्ति चेत् न कृन्द इति अस्ति तत्तु क्षम्यतां मम उक्तवती वा तद् समाप्तवती अनन्तरं पवर्गस्य अपि वदति वा? आं भगिनि, यदि पवर्गः रेकार्डिङ्ग् आरम्भं कृतवती वा पुनः रेकार्डिङ्ग्? तस्य तु तदपि भङ्गम् अभवत्, तस्यापि भङ्गम् अभवत्. अहम् आन्लैन् पश्यामि, तत्तु अधुनापि प्राप्तमानः अस्ति. ओ अस्तु अस्तु अस्तु, अस्तु. पवर्गीयानन्तरं यदि त थ वर्णः अस्ति चेत् तत्र प फ ब त्रयोः खरि च अनेन तत्र प्रथमसदस्यः भवति, पकारः एव भवति. तदनन्तरं मेलनं भवति. अपि च यदि चतुर्थसदस्यः भवति तर्हि जशस्ततुर्दोदः इति विशिष्टसूत्रेण तत् यस्तत् स्थाने धकारः भवति. तर्हि भकारात् नन्तरम् इदानीं धकारः अस्ति, तर्हि तत्र सामान्यकार्यम् इच्छति पृष्टवती अनन्तरम् उदाहरणं प्रत्येकम् उदाहरणं धन्यवादः. पुष्पभगिनी वदति वा अत्र यकारः वा वकारः वा अस्ति चेत् वकारः वा यकारस्य लोपः भवति अत्र तिष्ठति. रेफः वा लकारः वा अस्ति चेत् रेफः अस्ति चेत् तत्र किमपि कार्यं नास्ति. अत्र अर् इति आयाति. गुणकार्यं भवति चेत् तदपि भवति, नो चेत् तावदेव. गुणकार्यं भवति न गतु द्रष्टव्यं, दातुम् अनुसृत्य एव वक्तुं शक्नुमः. लकारः तु किमपि कार्यं किमपि न कार्यं न करोति. वकारः तु केवलं सारांशरूपेणैव अधुना पश्यतु. महोदय वदति वा शकारान्तानां तु वृष्टभ्रष्ट जराज इति सूत्रेण कार्यं आगच्छति. तत्तु शकारस्य मूर्धन्यशकार आयाति. तत्तु शकारस्य प्रभावेन चकारः चकारः आयाति. चकारः पर्याप्तं भगिनि, सूनरीत्या पुनः पश्यामः. तिष्ठति तथैव भगिनि. अन्ये अन्ये मणिमहोदय अपि अस्ति. मणिमहोदय वदति शकारान्तानां शकारविशकर मूर्धनिशकार शकारप्रत्यये त इति भवति. अत्र सुणास्तुः इति सूत्रेण टकारस्य स्थाने टकारः आगच्छति. सर्वं मेलनमेव महोदय. अत्रापि मेलनमेव कार्यम् इति रामप्रिया भगिनी वदति वा हकारान्तधातूनां सामान्यकार्यं हकारान्त हकारान्त धातुः तत्र कोडः इति सूत्रेण हकारस्य डकारः भवति. अनन्तरं हकार डकारः भवति. अनन्तरं जषस्ततोर्धूर्धः इति सूत्रेण तत्र जष्वर्णः जषन्तधातुः अस्ति इदानीम् अतः तदपि तत्रापि दकारादेशः भवति प्रत्ययस्य दकारादेशः भवति. अनन्तरं ष्टुनाष्टुः अनन्तरं दाडे लोपः इति अस्ति. सुब्रह्मण्यं महोदय अनन्तरं दकारादिधातुः अस्ति चेत् अत्र होडः इति सूत्रं प्रबाध्य अत्र दादेर्धातो घः इत्यनेन अत्र हकारस्य स्थाने घकारादेशः भवति. अनन्तरम् इदानीमत्र घकारः धातोः अन्ते तदनन्तरं तकारः वा थकारः वा अस्ति. किं भवति इत्युक्ते अत्र धकारः घकारः झष्वर्णः अतः झषस्तथोर्धोधः इत्यनेन तकारः थकारः स्थाने धकारादेशः भवति. इदानीमत्र घकारः अनन्तरं धकारः अतः झलां झष् झषि इत्यनेन अत्र घकारस्य स्थाने तृतीयसदस्यः घकारादेशः भवति. अनन्तरं वर्णमेलनम् अत्र भष्भावस्य भावं भवति वा इत्र इदानीम् अत्र भष्भावः न भवति. किमर्थमित्युक्ते अत्र घकारस्य अनन्तरं तकारः थकारः वा अस्ति. भष्भावस्य कृते तु सकारः वा ध्वशब्दः वा भवेत् तथा नास्ति अत्र अतः भष्भावः न भवति. किल महोदय प्रत्ययः दकारः एव न भवतः किञ्चित् ध्वनिः ब्रेक् भवति महोदय मध्ये मध्ये मणिमहोदयस्य भगिनि वदतु भगिनि विद्या भगिनी वदामि भगिनि पुनः अत्र विशिष्टकार्यम् अस्ति खलु विशिष्टधातूनां कृते अस्तु अत्र यदि अत्र वा दृह मुह स्नुह स्निहाम् इति सूत्रमस्ति तस्मिन् सूत्रे परिगणितानां धातूनां दृह् मुह् स्नुह् स्निह् इति यदि एते धातवः सन्ति चेत् तत्र तत्र एकस्मिन् पक्षे हकारस्य स्थाने घकारः भवति अपरस्मिन् पक्षे ढकारः भवति. यत्र निमित्तमस्ति जलि पदान्ते यत्र हकारस्य स्थाने घकारः भवति तर्हि तत्र गकारः योगः ता अथवा था इति अस्ति चेत् तत्र चतुर्थवर्णः इति कृत्वा तत्र जशस्ततोर्दोदः इत्यनेन तत्र तकारयोः स्थाने धकारः भवति. अनन्तरं तत्र जलां जश्चषि इति सूत्रेण तत्र गकारस्य स्थाने कवर्गस्य तृतीयवर्णादेशः, तर्हि गयोगः ध इति भवति. यत्र अपरस्मिन् पक्षे यत्र हकारस्य स्थाने डकारः होडः इत्यनेन भवति, तर्हि तत्र ढ योगः त अथवा थ, तत्र तत्र पुनः जशस्ततोर्दोदः इत्यनेन दकारः भवति तकारतकारयोः स्थाने. अनन्तरं तत्र ष्टुनाष्टुः इत्यनेन पुनः तत्र दकारस्य स्थाने ढकारः भवति, तर्हि इदानीं ढ योगः ढ इति अस्ति. तर्हि अत्र ढोडे लोपः इत्यनेन पूर्वं स्थितस्य डकारस्य लोपः. अनन्तरं यदि तत्र तत्र अण्वर्णः अस्ति चेत् दकारात् प्राक् तत्र दीर्घत्वं भवति, तर्हि तत्र ढ इति अन्तिमरूपम्. धन्यवादः. आं भगिनि, यदि नः अस्ति चेत् विशिष्टसूत्रम् अस्ति नहोदः इति, येन कारणेन हकारस्य स्थाने धकारः भवति. इदानीं धकारात् परे त वा थ थकारादिप्रत्ययः भवति चेत् तत्र झल्वर्णः अस्ति अपि न झलाञ्जषि अनेन न तस्य प्राक् धकारः चतुर्थसदस्यः अस्ति इति कृत्वा जशस्ततोर्दोदः कारणेन तत् स्थाने धकारादेशः भवति. इदानीं धकारात् परे धकारः अस्ति, प्रथमधकारः झल् इति स्वीकृत्य अन्तिमधकारः झष् इति स्वीकृत्य झल् स्थाने जशादेशः भवति, जश्वसन्धि भूत्वा तृतीयसदस्यः आगच्छति. तर्हि आरम्भतः स्थूलरूपेण पुनः पश्यामः. पुष्पभगिनी करोति वा प्रथमं वाक्यं, ककारान्तधातुः ककारादितकारादि परे इति कार्यम् उक्त्वा उदाहरणमपि अत्र करपत्रे अस्ति, तदपि वक्ति वा सम्यक्? पुष्पभगिनी चलतु. भवती पुनः आरम्भतः स्थूलरूपेण पश्यामः खलु, तर्हि ककारान्तधातुः तकारादितकारादि कृते परेति परयोः किं भवति इति वदति वा? उदाहरणार्थम् अत्र शक् इति अस्ति धातुः. करोमि शक् शक् करोमि. आं भगिनि, शक् तु करिच इत्यनेन ता इति ता एव तिष्ठति मेलनेन शक्ता इति तिष्ठति इति आयाति आदेशः. धन्यवादः. ककारः ह्यः वयं करपत्रम् अदृष्ट्वा एव महोदयेन उदाहरणम् उक्तवान्, अपि च वयं आं तदेव मामपि उक्तवान्, तत् तर्हि तद् प्रयत्नं कुर्मः वा? वयं इति प्रयत्नं कुर्मः. मणिमहोदय वदति वा ककारान्तधातुः कार्यं किम् इति? आं महोदय, शकारप्रत्यय और् तकारप्रत्यय महोदय द्वौपि स्वीकृत्य कार्यं किम् इति वदति वा प्रथमं पुनः? तकारादि तकारादि प्रत्यय उभयोः अपि सामान्यकार्यं किम् इति द्विविध तकारः अस्ति, प्रत्ययः तकारप्रकारः. अत्र करिचय इति सूत्रेण प्रथमककारः आगच्छति, अनन्तरं तकारः मेलनमेव महोदय. अत्र लेलेक् इति उदाहरणं महोदय. लेलेक् इति परिच्छेदसूत्रेण लेक् प्रथमप्रकारः आगच्छति, अनन्तरं ति अस्ति, मेलनं भूत्वा ले लेक्ति इति रूपं भवति महोदय. धन्यवादः. रामप्रिया भगिनी, गकारान्तदातूनां तकारादि तकारादि परते परे. गकारान्तदातुः तकारादि प्रत्यये परे. अत्रापि करीच इति सूत्रस्य प्रसक्तिः अस्ति. जलः स्थाने चरादेशः भवति परिपरे. गकारस्य स्थाने कव प्रथम आदेशः भवति करी. उदाहरणम् अत्र महोदय तात्वङ्ग् इति अस्ति. तात्वङ्ग् योगः तकारः टि प्रत्ययः टि प्रत्ययः तात्वङ्ग् योगः टि करी च इति सूत्रेण तात्वङ्ग् तात्वङ्ग् टि इति रूपं दृष्टम्. सुब्रह्मण्यमहोदय, घकारः घकारः अनन्तरं पाव थाव अस्ति इदानीं. घकारः झष् वर्णः, अतः झषस्तथोर्ध्वोतः इत्यनेन प्रत्ययस्य स्थाने धकारः, अनन्तरं घकारः थकारः इदानीम्. अत्र झलां झष् झषि इत्यनेन अत्र घकारस्य स्थाने गकारादेशः भवति, घकारः धकारः. अत्र किमर्थं दशस्ततुर्दोधः इति चर्चयामः वा? केन कारणेन आयाति? खरी च किमर्थं कार्यं न करोति? अत्र खरी च अपि आगच्छति, परन्तु अत्र खरी च इति अष्टमाध्यायस्य चतुर्थपादे अस्ति, झषस्तथोर्धोधः इति द्वितीयपादे अस्ति अष्टमाध्यायस्य द्वितीयपादे. अत्र द्वयोः प्रसक्तिः अस्ति, परन्तु पूर्वत्रासिद्धम् इत्यनेन अत्र खरी च अत्र कार्यासिद्धं भवति. झषस्ततोद्धोदः इत्येव कार्यं करोति. घकारः झष्वर्णः अस्ति, अनन्तरं तकारः वा थकारः वा अस्ति चेत् अपि च धातुः धा धातुः नास्ति चेदेव एतस्य सूत्रस्य कार्यं भवति. धन्यवादः महोदय. अत्र अपवादम् इति वक्तुं शक्यते वा? अपवादत्वेन इति सत्यं पूर्वसूत्रम् इति कृत्वा कार्यं करोति तत्तु महोदय, किन्तु अपवादम् इत्यपि वक्तुं शक्यते वा? अपवादम् इति वक्तुं शक्नुमः वा? प्रायः तादृशचिन्तनम् अस्मिन् सन्दर्भे न भवति किल भगिनि? न न, महोदयेन उक्तम्. आं भगिनि, तदेव तस्येन, किन्तु महोदयेन उक्तं यत्र अष्टमाद्यस्य क्षम्यतां तृतीयपादे क्षम्यतां त्रिपाद्यां तु अपवादः इति आयाति इति. पूर्वसूत्रमस्ति चेत् अपवादः इति वक्तुं शक्यते, किन्तु परसूत्रमस्ति चेत् तद् न भवति. पूर्वत्र सिद्धम् इत्यस्य एव कार्यं भवति इति महोदयेन उक्तम् गतसप्ताहे वा तस्मात् पूर्वं वा. जलामिति आसीत्, जलामिति न भगिनि, चषस्ततोर्धोधः अपवाद करी च अपवादसूत्र न वक्तुं शक्यते वा इति अहम् अपि पृच्छामि भगिनि. अपवादमिति वक्तुं शक्नुमः वा भगिनी? विद्या भगिनी, हेमा भगिनी, तदे किं चिन्तयन्ति? जशस्ततोर्दोदः इति अपवादसूत्रम् इति वक्तुं शक्नुमः. किमर्थम् इति चेत् तत्र जश् इति जल् प्रत्याहारे अन्तर्भूतः. करीच इति सूत्रं तत्र जल् पूर्वम् अनन्तरं चर्, तर्हि जल् स्थाने जल् पूर्वम् अनन्तरं खर्, तर्हि जल् स्थाने छर् भवति. जशस्ततोर्दोदः प्रथमं जश् अनन्तरं तकारतकारयोः तु कर् वर्णः एव. जश् तु जलि अन्तर्भूतः इति कृत्वा तत्र जशस्ततोर्दोदः इति करीच इत्यस्य सब्सेट् इत्येव दृश्यते. हा हा, तत्र तकारतकारयोः तत्र करि खर् अपि अस्ति, अत्रापि अस्ति. निमित्तं तकारतकारयोः स्थाने तत्तु समानमेव निमित्तम् इति कृत्वा तत्र यदि जशस्ततोर्दोदः यत्र जशस्ततोर्दोदः इति कार्यं कर्तुम् आगच्छति तत्र तत्र करीच अपि कार्यं कर्तुम् आगच्छति. किमर्थम् इत्युक्ते निमित्तं समानमस्ति तकारतकारयोः द्वयोः कृते. तर्हि सर्वत्र करीच एव कार्यं करोति चेत् तर्हि जशस्ततोर्दोदः इति सूत्रं व्यर्थं भवति इति कृत्वा अपवादसूत्रम् इति प्रायः वक्तुं शक्नुमः इति चिन्तयामि. परन्तु असिद्धत्वात् कार्यं भवति. यत्र असिद्धमस्ति तत्र अपवादत्वं कथं वा भवेत् इति मम प्रश्नः. तदेव प्रश्नः आसीत् महोदय. तदेव अत्र मम अवगमनमस्ति अत्र यत्र असिद्धत्वात् कार्यं करोति अत्र तु खरीच इति सूत्रस्य प्रसक्तिः एव न भवति किल. खरि असिद्धमस्ति. आम् तदेव महोदय उक्तवान्, किन्तु असिद्ध इत्यपि अपवादत्वमपि यदा अधुना भगिनी प्रतिपादितवती अपवादमपि भवति किन्तु कार्यं भवति पूर्वत्र सिद्धम् इत्यनेन अपवादत्वम् अस्ति इति उक्तवान्. यत्र यत्र अपवादः अस्ति सामान्यतया व्याकरणे यत्र यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति इति महोदय सामान्यतया वदति. तत्तु त्रिपाद्यं तथा नास्ति खलु भगिनि, इत्युक्ते अपवादं वा किमपि भवति. त्रिपाद्यमपि भगिनि पूर्वं यत्र संस्थ तत्र संयोगान्तस्य लोपः अपि च स्कोः संयोगाद्योरन्ते च द्वयोः सूत्रयोः प्रसक्तिः आसीत्. तत्र प्रथमं वयं स्कोः संयोगाद्योरन्ते च इति एव कार्यं तदेव कार्यम् अभवत्. यद्यपि तत् सूत्रं परसूत्रम् अस्ति तथापि तस्य एव कार्यम् अभवत्. किमर्थम् इत्युक्ते तत्र वयं स्कोः संयोगाद्योरन्ते इति संयोगान्तस्य लोपः इत्यस्य अपवादसूत्रम् इति कृत्वा तस्य कार्यं प्रथमं भवति. तदनन्तरमेव तत्र तत्र सकारस्य लोपः भवति. तदनन्तरमेव वयं संयोगान्तस्य लोपः इति सूत्रस्य कार्यं तत्र कृतवन्तः. तर्हि तत्र यद्यपि परसूत्रम् अस्ति असिद्धम् अस्ति तथापि तत्र अपवादः इति अस्ति चेत् तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति इति एव वयं पूर्वं चर्चितवन्तः. तत्तु समीचीनमेव, यत्र अपवादत्वम् अस्ति अत्र तु सूत्रसङ्ख्यायाः वैशिष्ट्यं किमपि न भवति. परन्तु यत्र यत्र असिद्धं भवति अत्र अपवादत्वम् इति कथं वा वक्तुं शक्नुमः इति मम अतः एव अहम् उक्तवान् अत्र अपवादस्य प्रसक्तिः नास्ति इति. किञ्चित् भ्रमात्मकः अस्ति मम कृते तु एतत् इदानीम्. किमर्थम् इत्युक्ते एतत् पूर्वसूत्रम् अस्ति इति कृत्वा भवान् तथा वदति वा? हा, पूर्वसूत्रमस्ति तत् तदेव अत्र अपवादत्वविषयमेव नास्ति किल. निरवकाशः यत्र भवति तत्र एव अपवादत्वस्य प्रसक्तिः. परन्तु अत्र निरवकाशः एव नास्ति, तस्य कार्यमेव भवति अत्र. अन्यसूत्रम् अत्र कार्यासिद्धं भूत्वा तस्य प्रसक्तिः एव नास्ति इदानीम्. तत्तु समीचीनमेव, तत्तु परन्तु अपवादः सिद्धत्वम् इत्यस्य कार्यम् अधुना न पश्यामः, अधुना तु शास्त्रसिद्धम् इति यत्र शास्त्रासिद्धं तत्र तु भवितुम् अर्हति अपवादत्वं, किन्तु कार्यासिद्धं यत्र भवति तत्र अपवादत्वम् इति न वक्तुं शक्यते, किमर्थं न पश्यति यत्र शास्त्रासिद्धमस्ति इत्युक्ते अत्र शास्त्रं शास्त्रस्य कार्यमेव न प्रसक्तिः एव तत्र, किन्तु प्रसक्तिः तदेव महोदय उक्तवान् यद्यपि शास्त्रसिद्धस्य विषये अपवादत्वं अपवादसूत्र अपवादत्वं भवितुमर्हति, अपवादसूत्रत्वेन कार्यं भवितुमर्हति खलु प्रायः भगिनी अत्र यदि त्रिपाद्याम् एकं पूर्वसूत्रमस्ति अन्यत् परसूत्रमस्ति, अत्र परसूत्रस्य कार्यं भवति चेत् तत्तु अपवादत्वेन एव भवति अत्र परसूत्रस्य कार्यं, परन्तु पूर्वसूत्रस्य कार्यं भवति चेत् अत्र तु पूर्वत्र सिद्धम् इत्यनेव एव अत्र अपवादत्वस्य विषये एव नास्ति किल। न महोदय अहं न अवगच्छामि, यत्र महोदय शास्त्रसिद्धत्वम् इत्यस्मिन् विषये इति कृते एव वदति वा शास्त्रसिद्धम् इत्यस्य प्रसक्तिः एव अत्र शास्त्रासिद्धं भूत्वा तत्सूत्रस्य प्रसक्तिः एव नास्ति इदानीं तदेव तर्हि स्वोः संयोगाद्यो भगिनी सम्यक् उदाहरणम् उक्तवती, स्वोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इति वदत् स्वीकुर्मः चेत् अत्र संयोगान्तस्य लोपः इति पूर्वसूत्रमस्ति तस्यैव कार्यं भवेत्, स्वोः संयोगाद्योरन्ते चेत् कार्यमेव न भवति इति वक्तुं शक्यते। अत्र स्पोः संयोगाद्योरन्ते च इति परसूत्रमस्ति किल भगिनि, परसूत्रमस्ति अतः अपवादत्वेन यद्यपि शास्त्रसिद्धम् अस्ति तथापि कार्यं भवति, कार्यं भवति किमर्थमित्युक्ते अपवादत्वेन अत्र अत्रापि अपवादत्वेन इति किमर्थं न वक्तुं शक्यते, अपवादत्वेन एव भवति प्रायः अस्मिन् सन्दर्भे तु अपवादः नास्ति इति अहं चिन्तयामि भगिनि, किमर्थं अत्र स्थानी अपि निमित्तमपि स्थानी अपि समानम् इति कृत्वा अन्तर्गतं भवति इति कृत्वा तर्हि भगिनी यत्र यत्र अपवादः इति वयं पश्यामः तत्र तत्र अपवादः अस्ति चेत् तद् पूर्वत्र सिद्धम् इत्यस्य अपि अपवादः यत्र अपवादसूत्रमस्ति तत्र पूर्वत्र सिद्धम् इत्यस्य अपि अपवादः, अतः यत्र अपवादः अस्ति तत्र पूर्वत्र सिद्धम् इत्यस्य कार्यं न भवति, परन्तु अपवादबलेन एव तस्य कार्यं भवति, यद्यपि तत्र शास्त्रसिद्धं तत् सर्वम् अस्ति तथापि यत्र अपवादः अस्ति तत्र अपवादबलेन एव कार्यं भवति। अपवादः इति विषयः पूर्वत्र सिद्धम् इति किं परिभाषासूत्रमस्ति खलु, यत्र कार्यं भवति तत्र एव पूर्वपरनिति अन्तरङ्ग इति भवति खलु, न यत्र पूर्वं तत्र संयोगान्तस्य लोपः अपि च स्कोः संयोगाद्योरन्ते च इति सूत्रद्वयम् अस्ति किल, द्वयमपि त्रिपाद्यामेव स्तः, तर्हि तत्र वयम् अपवाद इदानीं तत्र सूत्रसङ्ख्यायां सूत्रसङ्ख्यायाः कोऽपि महत्त्वं नास्ति, इदानीं वयं स्कोः संयोगाद्योरन्ते च इति अपवादसूत्रम् इति वदामः, यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति इति वदामः, तर्हि तत्र इदानीं स्कोः संयोगाद्योरन्ते च इति सूत्रम् अपवादबलेन तस्य कार्यं प्रथमं भवति तत्र, किन्तु तत्र एकनिमिष भगिनि क्षम्यतां, तत्र अन्तिमवाक्यं तत्र करपत्रे एव लिखितमस्ति तत्र एतत्तु पूर्वत्र सिद्धम् इत्यस्यापि अपवादः अस्ति इति, कुत्र लिखितमस्ति भगिनि करपत्रे महोदय उक्तवान् अपवादः वदामः तस्य तु तत् यत्र विधिसूत्रमस्ति तत् तस्यैव भवति, परिभाषासूत्रस्य वा अधिकारसूत्रस्य वा परिभाषासूत्रं नास्ति तत्तु अधिकारसूत्रमस्ति भगिनि, किन्तु किं वदामि इत्युक्ते अधिकारसूत्रं वा परिभाषासूत्रं वा तेषां तु किम् अपवादः वा इति न भवति, केवलं विधिसूत्रस्यैव अपपादः वा अन्तरङ्गः वा इति कार्यं भवितुम् अत्र महोदयेन उक्तं तत्र स्कोः संयोगान्तोरस्य तत्तु अदं रामप्रिया भगिनी इदानीं पृष्टं न तत् तत्तु विवरणेन दत्तं भगिनी यत् वदति तत् अहम् अङ्गीकरोमि एवम् एतदेव वदामि किमित्युक्ते मम स्मरणे किम् अस्ति इत्युक्ते महोदय उक्तवान् विधिसूत्रस्य एव अपवादः भवति तर्हि अत्र भगिनी यत् उक्तवती अन्तिमविषयः उक्तवती अपवादस्य पूर्वत्र इत्यस्य अपवादः भवति इति तत् न भवितुम् अस्ति अत्र अत्र प्रथमपाठः हल्सन्धि प्रथमपाठः इति करपत्रम् अस्ति वा तत्र तत्र स्कोः संयोगाद्योरन्ते च इति सूत्रमस्ति किल तत्र तत्र गच्छति चेत् तत्र असंस्तियोगः त इति अस्ति तत्र तस्मिन् उदाहरणे तत्र अधोभागे तत्र पूर्वत्रापि अपवादः किन्तु महोदय अन्यस्मिन् दिने उक्तवान् इति मन्ये अपवादः इति विषयः तु भगिनि एकनिमिषम् अत्र अष्टाध्यायी डाट् काम् मध्ये यदि वयं स्कोः संयोगाद्योरन्ते तत् तत्र पश्यामः चेत् अधिकारे अस्ति पूर्वत्रासिद्धम् इति अपि च पदस्य अधिकारे भवति परन्तु इदं सूत्रं विधानसामर्थ्यात् संयोगान्तस्य लोपः इत्यस्य अपवादः अस्ति कुत्र विधिः भवति 8229 अष्टाध्यायी डाट् काम् तत्र कुत्र अस्ति ज्ञातव्यम् अस्ति किल अन्ते ज्ञातव्यम् अस्तु इदं सूत्रं विधानसामर्थ्यात् संयोगान्तस्य लोपः इत्यस्य अपवादः अस्ति तस्य कारणं तु परन्तु एकः विषयः भगिनि परन्तु अष्टाध्यायी डाट् काम् इति प्रमाणं नास्ति इति अपि महोदयः उक्तवान् अतः अहं चिन्तयामि भगिनी पुनः एकवारं पृच्छतु भगिनी महोदय तदनन्तरमेव चर्चयिष्यामः एतत् विषयः भगिनी तत्र विधानसामर्थ्यम् इत्युक्ते किं भगिनि तस्य कार्यम् अभवत् इति किल विधिः इत्युक्ते कार्यं विधानसामर्थ्यात् संयोगान्तस्य इत्यस्य अपवादः तद् मया न अवगतम् पृच्छतु भगिनि महोदय माम् ईपत्ररूपेण लिखितवान् केवलं विधिसूत्रस्य एव अपवादो भवति इति अहं फार्वर्ड् करोमि तत्र पूर्वं शुक्लन् महोदय एतद् विद्याभगिनी भवती उक्तवती किल तस् तत् कस्मिन् करपत्रे अस्ति हल्सन्धिपाठ 1 प्रथमपाठः पश्यामि तर्हि महोदयं पृच्छामः अहम् एतद् यत् ई पत्रम् अहं पश्यामि महोदयस्य पत्रं यत्र महोदय उक्तवान् केवलं विधिसूत्रस्य एव अपवादो भवति इति उक्तवान् तदा अहं प्रेषयिष्यामि अनन्तरं महोदयमपि पृच्छामः किमर्थम् इत्युक्ते महोदय अत्र यत् लिखितवान् तद् न करपत्रे भिन्नरीत्या लिखितवान् प्रायः किमपि अन्य विषयस्य तर्हि अग्रे गच्छामः तर्हि शीघ्रं शीघ्रं गच्छामः कः कः भगिनी एव उक्तवती खलु सुब्रह्मण्यं महोदय धन्यवादः इति किं भगिनि प्रथमचकारः चकारान्तधातूनां चकारादिचकारादि प्रत्येतरे चकारान्तधातूनां रैट् तर्हि चकारः योगः तकारः अथवा थकारः तर्हि तत्र तत्र तत्र करीच इति ओ तत्र च योगः थ अथवा थ अस्ति चेत् तत्र तत्र स्तोः शुनाश्युः भवति वा प्रसक्तिः अस्ति चोः स्तोः शुनाश्युः इति पूर्वसूत्रं पूर्वसूत्रमस्ति. अनन्तरम् एव करी च, तर्हि तत्र स्तोः शुनाश्चुः इत्यनेन सूत्रमपि अस्ति. ओ तत्र चोः कुः, क्षम्यतां क्षम्यतां, चोः कुः सम्यक् चिन्तनम् आसीत्. वयं तु शुनाश्चुः एव विस्मृतवन्तः. चोः, तर्हि तत्र चोः कुः, तत्र चोः कुः इत्यनेन चकारस्य स्थाने ककारादेशः भवति. अनन्तरं तत्र करी च इत्यनेन, तत्र करी च इत्यनेन तत्र ककारस्य स्थाने ककारादेशः भवति, कयोगः थ अथवा थ. अतः एव अदृष्ट्वा एव वदामः चेत् तत्र एव चिन्तनं भवति भगिनि. सत्यं सत्यं. तर्हि तत्र उदाहरणम् अस्ति वा? पच्यति दातुः. व्रश्च पच्यति, पच्यति, पच्, पच् पच् योगः पच् योगः तः. तर्हि तत्र चोः कुः इत्यनेन ककारः, पक् योगः तः, त इति जल् वर्णः. अनन्तरं करी च इत्यनेन ककारस्य ककारादेशः पक्तः. हेमा भगिनी वदति वा? अत्र ब्रश् इति धातुः विशिष्टकार्यं. धातुः पुनः वदतु भगिनि. चकारान्तदातुः व्रश्च इति. व्रश्च, व्रश्च यत्र अस्ति तत्र प्रथमं वयं पूर्वे मूले सकारः आसीत् इति कृत्वा तत्र सकारस्य शकारः भवति शुनाश्च श्रुत्वसन्धि भूत्वा, तर्हि व्रश्च इति आगच्छति. इदानीं व्रश्च चकारान्तदातुः अस्ति, तर्हि चोः न विशिष्ट चोः कुः सूत्रं प्रभाद्य व्रश्च व्रश्च व्रज व्रश्च यजराज छशाम् अनेन तत्र चकारस्य स्थाने मूर्धन्यशकारः आयाति. इदानीं शकारः योगः त थ इति अस्ति, तर्हि अत्र श्रुत्वसन्धेः प्रसक्तिः अस्ति. अतः तकारस्य स्थाने प्रत्ययः तु तकारः उक्तवती वा भगिनी? तः किम् उक्तवती? प्रत्ययः, क्षम्यतां, प्रत्ययः ता इति प्रत्ययः. ता, हा अस्तु, ता इति अस्ति. अस्मिन् स्थितौ तकारस्य तकारः भूत्वा ता इति भवति. इदानीं मूर्धन्यशकारः टा, तर्हि मूर्धन्यशकारः तत्र ता, टा इत्युक्ते केवलं मेलनमेव भवति. झष् नास्ति, अतः जलां झषि न भवति, केवलं मेलं भवति, ष्टा इति भवति. अत्र स्कोः संयोग अभिवर्तन्ते चेत् न भवति वा? प्रथमं स्कोः संयोगात् 8-29 अस्ति. अपि च तत्तु 8-36. पूत्रं पूर्वं कृत्वा अनन्तरम् एतत् अपि कर्तुं शक्नुमः खलु? कोः संयोगाद्वीरन्ते चेत् प्रथमं भूत्वा अनन्तरं दश दश प्रथमं कुर्मः चेत् तत्र सकारस्य लोपः इति वा? हा हा, भवति वा? तर्हि व्रच् एव तिष्ठति. सकारः, सकारस्य लोपं भूत्वा व्रच् इति तिष्ठति. अनन्तरं लश्य दशेति सकारस्य स्थाने षकारः भवति वा? तर्हि व्रष्टा इति समानरूपं. न, परन्तु मया तत् त्यक्तं किल, तत् न उक्तवती एव. करपत्रे पूर्वम् आसीत् इति कृत्वा किञ्चित् परिष्करणं न कृतवान् इति मन्ये. परन्तु च व्रश्च इति कृत्वा व्रश् एव स्थापितवान् किल भगिनि? तर्हि कोः प्रसक्तिः अस्ति इति कृत्वा वृष्टिः सर्वत्र पतति इति कृत्वा तस्यापि कार्यं भवेत् खलु? न, तत् तत् निश्चयं करणीयं किल. अत्र तु यदि वयं व्रश्च व्रश्च स्थापयामः चेत् केवलं अहं किं वदामि इत्युक्ते सकारस्य लोपं भूत्वा अनन्तरं ब्रश्च इति सूत्रस्य तदेव तदेव अहमपि अङ्गीकरोमि भगिनि. प्रथमं स्कोः कारणेन सकारस्य इत्युक्ते शकारस्य लोपः भवति, तदनन्तरं मूर्धन्यशकारः आगत्य तदनन्तरं कार्यं भवति इति स्तुत्वसन्धेः. अग्रे पुष्पा भगिनी वदति वा, अत्र शकारान्तानां यत्र तुक् सहितशकारः अस्ति तत्तु चकारान्तदातु तः यथा कुत्र कुत्रापि न किमपि न स्वीकरोतु तः इति स्वीकरोतु तः इति स्वीकरोतु अस्तु प्रच् योगः तः तत्तु चोः चूडनासिके कार्यं करोति तत् कार्यं तु भ्रष्टभ्रष्ट तु न कार्यं करोति न चोहषुडनासिके कार्यं करोति कार्यं कर्तुं शक्यते परन्तु भ्रष्टभ्रष्ट कार्यं करोति न खलु हा तो चोः एतस्य तु बृहत् बृहान् बृहत् चर्चा बृहति महती चर्चा जाता अस्मिन् विषये. तर्हि अन्ते वयं किं निश्चितवन्तः इत्युक्ते श्वः षोडननासिकस्य प्रथमं कार्यं कृत्वा शकारादेशः भवति तालव्यशकारः, अनन्तरं तालव्यशकारस्य स्थाने वृषभृष इति सूत्रेण मूर्धन्यशकारः आयाति परन्तु भ्रष्टभ्रष्ट इत्यनेन शकारः मूर्धन्यशकारः आयाति, अनन्तरं स्तुनाष्टुः कार्यं करोति तत्तु शकारस्य प्रभावेन तः आयाति अत्र पृष्ठः मणिमहोदय वदति वा अत्र सामान्यचकारः यत्र सुसहितचकारः नास्ति सामान्यसूत्रं चोः कुः कार्यं करोति अत्र चकार प्रत्ययः टकारः अस्ति अत्र चोः कुः इति सूत्रेण द्विविधीय ककारः उच्यते अनन्तरं करिच्छति सूत्रेण प्रथमककारः आगच्छति अनन्तरं तः मेलनमेव तर्हि धन्यवादः महोदय. उदाहरणार्थम् एतद् कुर्मः एकनिमिषम् लिखितं यत् लिखितमस्ति वावाञ्च इति स्वीकरोतु वावाञ्च अत्र ञकारः अनुस्वारं भवति चकारः करिचयति सूत्रेण ककारः आगच्छति अतः ववान्ति इति रूपम् अनन्तरं करिचयति सूत्रेण प्रथमककारः आगच्छति ववान्ति इति अनन्तरं करवर्णः अति अतः अनुस्वारस्य ऐ परस्वर्ण इति सूत्रेण ङकारः आगच्छति ककारस्य पूर्वं वावाङ्क्ति इति रूपं भवति महोदय. धन्यवादः महोदय. रामप्रिया भगिनी जकारान्तदातुः आं जकारान्तदातुः तकारादिप्रत्ययः तत्र तु सामान्यसूत्रमस्ति चोहोकुः विशिष्टसूत्रम् इत्युक्ते भ्रष्ट भ्रष्ट सृजन सामान्यसूत्रस्य कृते त्यज् इति दातुं त्यज् त्यज् जकारान्त तः इति प्रत्ययः स्वीकुर्मः वा तः इति तः चोहोकुः इति सूत्रेण जकारस्य स्थाने कवर्गस्य तृतीयवर्ण आदेशः भवति त्यग् योगः तः इदानीं करीच इति सूत्रेण तत्र प्रथम कवर्गस्य आदेशः भवति त्यक्तः. धन्यवादः भगिनि. अत्र यदि यदि विशिष्ट जकारान्तदातुः उदाहरणार्थं ब्रज् इति अस्ति चेत् किं ब्रज् किल ब्रज् ब्रज् इति धातुः अस्ति चेत् व्रश्च भ्रश्च सृजम जय च तत् तत् सूत्रं कार्यं करोति. तत्र ब्रज् ब्रज् एव प्रथमं संयोगः अस्ति, अतः संयोग स्तोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति. ब्रज् ब्रज् योगः तः तः तः ब्रज् योगः तः भ्रश्च इदानीं भ्रश्च भ्रश्च सृजम जय ज राज च शांसः इति सूत्रेण ब्रज् तत्र षकार आदेशः भवति जकारस्य स्थाने ब्रश् योगः तः इत्युक्ते षकारः मूर्धन्यवर्णः अस्ति, अतः ष्टुनाष्टुः इति सूत्रेण भ्रष्टः क्षम्यतां भ्रष्टः इति भवति. ता इत्युक्ते भ्रष्टा. झकारः अनन्तरं तकारः वा थकारः वा अत्र पुनः अत्र झकारः झष्वर्णः अनन्तरमत्र तदनन्तरमत्र ता वा था वा अस्ति, अतः झषस्तथोधः इत्यनेन तत्र प्रत्ययस्य स्थाने धकारः इत्युक्ते तकारस्य अथवा थकारस्य स्थाने धकारः. इदानीमत्र झकारः धकारः झकारः झल्वर्णः धकारः झष्वर्णः अत्र अतः तृतीयसदस्यः न इदानीमत्र झषस्ततोर्ध्वोदः धकारः अपि च झकारः अतः अत्र तृतीयसदस्यः आगच्छति किल भगिनि. तद् अस्ति किन्तु चवर्गः अस्ति इति अपि चवर्गः अस्ति चवर्गः अस्ति अनन्तरं धकारः अस्ति. आं भगिनि अत्र विशिष्टसूत्रम् अत्र सामान्यसूत्रमस्ति चवर्गीयव्यञ्जनानां कृते अत्र अत्र पूर्वं झकारः चवर्गीयव्यञ्जनम् अनन्तरम् अत्र धकारः झल् वर्णः अतः चोः कुः इत्यनेन अत्र किं भवति इत्युक्ते झकारस्य स्थाने अत्र घकारादेशः घकारादेशः भवति अनन्तरं घकारः ठकारः अतः अत्र झलां झष् झषि इत्यनेन अत्र घकारस्य स्थाने तृतीयसदस्यः घकारः आदेशः भवति अतः घकारः धकारः. अत्र उदाहरणार्थं झार्जर्ज् इति अस्ति झार्जर्ज् योगः सः इति द्वितीयसकारः झार्जर्ज् योगः थः वा भगिनि झार्जर्ज् योगः थः अत्र प्रथमं झषस्तथोर्थोधः इत्यनेन थकारस्य स्थाने धकारः जाजज् योगः धः इदानीं चोहकुः इत्यनेन जाझर्घ् योगः धः अनन्तरं झलां झष् झषि इत्यनेन जाझर्घ् योगः धः जाझर्घः इति भवति. अत्र एकः प्रश्नः अस्ति मम भगिनि, झषस्ततो धोधः अपि च चोहकुः, अत्र प्रथमं चोहकुः कार्यं करोति वा? झषस्ततो धोधः इति 8-40 अस्ति, चोहकुः पश्यामः चेत् 30 भगिनि. आं तर्हि तदेव पूर्वं भवति. आं महोदय, अतः प्रथमं चोहकुः, अनन्तरं झषस्ततो धोधः, अनन्तरं झलां झष् झषि. कवर्गस्य चतुर्थवर्णः याति अनन्तरं, यद्यपि कवर्गस्य झष् प्रत्ययः याति इति कृत्वा झषस्ततो. आं महोदय, धन्यवादः महोदय. धन्यवादः. विद्याभगिनी वदति वा वर्गान्तान किं किं भगिनि? नानट् इति अस्ति, नानट् योगः कः द्वितीयतकारः कः तः? ओ अस्तु, नानट् योगः तः इति अस्ति, तत्र ट योगः तः, तत्र तु ष्टुनाष्टुः इत्यनेन तत्र टकारस्य प्रभावेन ठकारस्य स्थाने ठकारः, टयोगः ठ इति अस्ति. अनन्तरं करी च इत्यनेन टकारस्य टकारः, अतः नानट्टः नानट्टः. अस्तु, लोलुण्ट् योगः तः इति अस्ति. इदानीं टवर्गीयवर्णात् परे टवर्गवर्णः अस्ति इति कृत्वा ष्टुनाष्टुः कार्यं करोति. न, तस्य प्राक् नकारस्य नश्चापदान्त मूले नकारः आसीत् इति कृत्वा तत्र नकार नश्चापदान्तस्य झलि इति कृत्वा तत्र अनुस्वारः प्रथमम् आयाति. तदनन्तरं स्वारस् नश्चापदान्तस्य झलि कुत्र भवति न, तत्तु तृतीयपादे अस्ति. तर्हि प्रथमं न भवति यत् कार्यं यदि परस्परवर्णः यत् अभवत् तत् न पश्यति इति, तर्हि नकारमेव पश्यति इति स्वीकुर्मः. पुनः वदतु भगिनि. अनुस्वारस्य ई परसवर्णः इति यत् कार्यम् अभवत् तद् न पश्यति इति पश्यति. तर्हि तावदेव अस्मिन् प्रसङ्गे अनुस्वारः अस्ति इति वा इति स्मर्तम् इति तदेव अनुस्वारः अस्ति तत्र. तर्हि अनुस्वारः ठकारः, तदनन्तरं ठः इति अस्ति. इदानीं ष्टुनाष्टुः कारणेन तत्र ठकारस्य स्थाने ठकारः आयाति, तर्हि ठकारः ठः इति भवति. इदानीं खरि च कारणेन लोलुण्ट् ठकारस्य स्थाने प्रथमठकारः आयाति, तर्हि लोलुण्ट् योगः ठः इति अस्ति. तदनन्तरं अनुस्वारस्य ई परसवर्णः कृत्वा पुनः णकारः आगच्छति, लोलुण्ठः इति भवति. करिच उक्तवती वा? करिच उक्तवती, प्रथम टकारः आगच्छति. पुष्पभगिनी अस्ति वा डकारान्तदातुः? उदाहरणार्थं लिड् योगः अस्ति, लिड् इति अस्ति, लेड् इति अस्ति, लिड् अस्ति, पुरन्तलघुपदस्य इत्यनेन लेड् आयाति न लेड् इति एव महोदय अत्र स्वीकृत्वा धातुः लिक् इति धातुः अस्ति लिड् तद् तु होडः भूत्वा लेड् इति अभवत् लिख् इति धातुः लिख् इति धातुः होडः इत्यनेन लिड् आयाति तत्तु लेड् लेड् इति अनन्तरं टी इति स्वीकरोतु पुगन्तलघुपदस्य इत्यनेन लेड् आयाति तत्तु लेड् योगः तः स्वीकरोतु इदं करोमि टि टि अस्तु अस्तु झषस्ततोर्दो धः इत्यनेन न तत्तु लेड् तु तकारस्य ति इति धि आयाति तत्तु डकारस्य प्रभावेन ढाय् इति एव तिष्ठति धातु डा आयाति अत्र क्षम्यतां डि इत्यनेन टि आयाति तत्तु ले लेड् योगः टि टि प्रभावेन न तत्तु तकारस्य परिवर्तनम् आयाति न अधुना शृणाष्टु प्रथमं तु दकारः आयाति टि इत्यस्य स्थाने धि इति आयाति अनन्तरं शृणाष्टुः इत्यनेन डि भवति प्रत्ययः डि डकारः आयाति डि इति भवति तत्तु डोडे लोपः अस्ति अस्ति डाडा तथा तत् कारणेन डोडे लोपः भवति यदि तः इति आसीत् चेत् अत्र पूर्वदकारस्य लोपः भवति तत्तु लेडा यदि तकारः आसीत् चेत् अत्र गुणकार्यं न भवति यदि तः इति आसीत् चेत् तर्हि लिड् योगः ढा इति भवति खलु लिड् ढा इति भूत्वा अनन्तरं डोडे लोपः अनन्तरं द्वलोपे पूर्वति दीर्णो दीर्घोहनः इत्यनेन लीडा इति लीडा यदि तत्तु लीडः इति अत्र ति इति स्वीकरोतु क्षम्यताम् अहं ति अस्ति न ति अस्ति तत्तु इति स्थिति क्षम्यतां भगिनि अहं भिन्नकार्यम् उक्तवती भगिनि लेडि इति आयाति न आं भगिनि लेडि तत्तु तत् लेड्डि इति आयाति तत् तथैव डोडे लोपः आयाति ड्रलोपे तत् न आयाति न भवति यदि लेड्डि तत्तु लेडि आयाति सत्यम् आं भगिनि धन्यवादः भगिनि मणिमहोदय वदति वा तकारान्तधातुः ता इति स्वीकरोतु महोदय ता इति अत्र मेलनमेव यद्यपि कार्ये करिचयति सूत्रं कार्यं कृतेपि रूपं समानमेव तथा तथा इति रूपं भवति महोदय अस्तु महोदय इत्ता इति भवति आम् उदाहरणार्थम् अत्र चाचत् इति दातुं चाचत् योगः ता यः ता परिषदि सूत्रं कार्यं कृत्वा अपि तकारः सेव तिष्ठति चाचत् ता इति रूपं भवति धन्यवादः पुनः रामप्रिया भगिनी वदति वा तत्र तकारान्तदातुः द्वितीयतकारः द्वितीयतकार अन्तदातुः तकारतकारादिप्रत्ययः अस्ति चेत् तत्रापि खरीच इति सूत्रेण तकारस्य स्थाने प्रथमतकारादेशः भवति थ इति भवति तत्रैव जरो जरि सवर्णे इति सूत्रस्य प्रसक्तिः विकल्पेन विकल्पेन तर्हि मामन्त् इति अस्ति, मामन्त् योगः तः इति, तः मामन्त् योगः तः, तत्र करीच इति सूत्रेण मामन्तः इति भवति. अत्र हल् उत्तरवर्णः किल भगिनि? आम्, मामन्तः इत्तः मामन्तः इति रूपद्वयं जरो जरि सवर्णे विकल्प. डकारान्तदातुः तृतीयदकारः, उदाहरणार्थम् अद्विति अस्ति. आं भगिनि, अद्विति दकारान्तधातुः. अनन्तरं प्रत्ययः कः भगिनि? महोदय स्वयं भगिनि प्रत्ययः कः? कः इति धन्यवादः भगिनि. अद् योगः कः? अत्र दकारान्त धातुः अनन्तरं तकारः अस्ति. अत्र केवलं खरीच इत्यनेन दकारस्य तकारः भूत्वा अक्तः इति भवति. चतुर्थदकारः अनन्तरं तकारः, तत्र दकारः योगः तकारः अस्ति चेत् तत्र जशस्ततोर्दोदः इत्यनेन तत्र तकारस्य स्थाने धकारः, तर्हि ध योगः ध, अनन्तरं जलां जषसि इत्यनेन तत्र धकारस्य स्थाने धका तवर्गस्य तृतीयवर्णः, तर्हि तत्र ध योगः ध इति अस्ति. इदानीम् उदाहरणं किं भगिनि? क्रोधयोगः ता इति अस्ति. क्रोधयोगः ता, तर्हि तत्र क्रोध् तत्र जशन्तधातुः, तत्र जशस्ततोर्दोदः इति सूत्रेण तत्र दकारः जश् वर्णः, तत्र ता तकारः तकारादिप्रत्ययः, अतः तत्र तकारस्य धकारः क्रोधयोगः धा. अनन्तरं तत्र जलां जश्चषि इति सूत्रेण तत्र धकारस्य त्ववर्गस्य तृतीयवर्णः क्रोधयोगः क्रोधयोगः धा क्रोधा. धन्यवादः. हिमा भगिनी वदति वा? अत्र पकारान्तदातुः पकारान्तः वा? अत्र महोदयेन नकारः वा णकारः वा तादृशधातवः न दत्तवान् किल भगिनि? अत्र अत्र सङ्ग्रहे न दत्तवान्, किन्तु करपत्रे आसीत् प्रायः एतत् समाप्य किञ्चित् पुनस्मरणम्. अस्तु भगिनि, यदि पकारः अस्ति चेत् केवलं ततवर्णः अस्ति खर्वर्णः इति कृत्वा चरादेशः भवति, प एव तिष्ठति. अस्तु भगिनि, उदाहरणार्थं तप् इति अस्ति, तप् योगः ता इति. तप् योगः ता केवलं मेलनं भवति, तत्र खरीचकारणेन पकारः पकारः एव तिष्ठति, तप्ता इति भवति. धन्यवादः भगिनि. पुष्पा भगिनी अस्ति, अत्र फकारः द्वितीयः, उदाहरणं जोजुम् इति अस्ति. तत्तु तथैव अङ्गः अस्ति न? जोगुम् तत्तु किम् अस्ति? परसवर्णः न परसवर्णः न, नष्टपदान्तजलि तत्तु आमां तत्तु अनुस्वारः इति चिन्तयतु, न अस्ति न? आम् अनुस्वारः इति, क्षम्यताम्, अनुस्वारः इति चिन्तयतु, किमर्थम् इत्युक्ते परसवर्णं न पश्यति, अनुस्वारस्य परसवर्णम् इति परसवर्णः. तत्तु करीच इत्यनेन तकारस्य तकारः एव तिष्ठति. करीच इत्यनेन कर् प्रत्याहारे कार्यं किमस्ति? फकारस्य पकारः आयाति. अस्तु अस्तु. द्वि मूर्धन्येन अल्प अल्पप्राण पकारः तिष्ठति. तत्तु जोगुम् जोगुम्ति इति. धन्यवादः. बकारान्तधातुः लालम्ब् इति अस्ति. लालम्ब् इति धातुः अस्ति. अस्ति महोदय तदेव योः अस्ति. अत्रापि अनुसरक्षयि परसवर्णमिति सूत्रं कृत्वा मकारः अस्ति. मकारः लालम्ब् इति रूपम्. अनन्तरं करिचे इति सूत्रेण तृतीयबकारः प्रथमसदस्यकारः आगच्छति. अनन्तरं मेलनमेव लालब्धि रूपं भवति महोदय. रामप्रिय भगिनी, बकारान्तदातु उदाहरणं लब्धि लब्ध्योगः तः इति स्वीकुर्मः. लब्ध्योगः तः इदानीं जशस्ततोर्दोर्धः जशन्तधातुः अस्ति. अतः जशस्ततोर्दोर्धः इति सूत्रेण बकारस्य क्षमतां तकारस्य स्थाने दकारादेशः भवति. लब् योगः दः दः लब्ध्योगः दः तत् नौ क्षमता इदानीं जलां जश् जशि इति सूत्रेण बकारस्य स्थाने तृतीयसदस्यः लब् लब्धः इति रूपं भवति. भगिनि, तत्र केवलं पुनः तत्र अपवादस्य विषये केवलम् एकं वक्तुम् इच्छामि. तत्र महोदयस्य ई पत्रं पश्यामि. तत्र भवत्याः प्रश्नः आसीत् त्रिपाद्याम् अपवादः इति भवति किम्. तत्र महोदयेन उक्तवान् आं भवति, किन्तु परत्वात् असिद्धम् इत्येव इति असिद्धम् इति चेत् अपवादः न वक्तव्यः. तत्र शास्त्रासिद्धम् एव नास्ति इत्यर्थः इति उक्तवान्. किन्तु तथा न भवति खलु भगिन्याः यदा भगिनी यत् उदाहरणं दत्तवती कोः संयोगाद्योरन्ति तत्र तु यद्यपि परसूत्रमस्य अपवादत्वेन कार्यं भवति खलु. तत्तु सत्यं, परन्तु तत् अत्र तु प्रायः महोदय वदति यदि पूर्वसूत्रम् अपवादः अस्ति चेत् तत्र अपवादः इति न वक्तव्यः, तत्र शास्त्रसिद्धम् इत्येव वक्तव्यम् इति. किन्तु तद् तस्मिन्नेव पत्रे अनन्तरम् एकं वाक्यं महोदयेन लिखितम् अपवादः इति विधिसूत्रस्य एव भवति इति लिखितं यत्र अहं शुकवर्णमहोदयस्य प्रश्नः इति. अस्तु अस्तु. भवती महोदयं पृच्छतु. अहं केवलं वयं पुनः अस्मि एतदेव ईपत्रं स्वीकृत्य पृच्छामि. तत्र यदि पृच्छति चेत् तर्हि भगिनी तत्र षडः कहसि अपि च शृणाष्टुः तत्र करपत्रे महोदय अपवादः इति उक्तवान्. षडः कहसि इति शृणाष्टुः इत्यस्य अपवादः इति उक्तवान् तत्र द्वितीयकरपत्रे. तत्र अपि किञ्चित् स्पष्टीकरणम् आवश्यकम् अपवादः अस्ति वा अथवा शास्त्रसिद्धं वा इति. पृष्ट्वा भगिनि सारांशे पृष्ट्वा संक्षिप्तेन क्रमेण भवती स्थापयतु पूर्णतया, नो चेत् बहुत्र चर्चा अभवत् पुनः क्लेशः भवति इति कृत्वा. कुत्रचित् किम् इत्युक्ते अत्र पुरातनकरपत्रमपि अस्ति चेत् कुत्रचित् महोदय परिशीलनं न कृतवान्, तर्हि प्रायः वर्षत्रयस्य पूर्वं त्रयात् पूर्वं लिखितम् आसीत् महोदयेन, ततः एव अस्माकं क्लेशं जायते. रामप्रियभगिनी उक्तवती वा अधुना तत्. आं भगिनि, आम् उक्तवती. सुब्रह्मण्यं महोदय वदति वा यकारान्तदातुः इति. जाहै योगः ति यकारान्तधातुः अपि च तकारादिप्रत्ययः. अत्र यकारः वल् प्रत्ययहारे तकारः प्रत्याहारे अस्ति, अतः लोपोर्व्योर्वलि इत्यनेन अत्र यकारस्य लोपः भवति. जहायोगः इति अत्र जहाति इति भवति, यकारस्य लोपः भूत्वा. अग्रे विद्या भगिनी वदति वा अत्र रेपः जागर् इति अस्ति. विद्या भगिनी अस्ति वा अत्र जागर् योगः किं भगिनि? ति इति ति जागर् योगः ति तत्र तु किमपि कार्यं नास्ति जागर्ति. हेमभगिनी वदति वा लकारान्तधातुः अत्र पम्फुल् इति अस्ति, तत्रापि लकारस्यापि किमपि कार्यं न भवति, केवलं संयोजनमेव. तर्हि धातुः कः भगिनि? पम्फुल् इति. पम्फुल् तर्हि पम्फुल्ति इति तथैव मेलनं भवति. धन्यवादः. पुष्पा भगिनी अत्र अत्र अत्र केवलं वक्तुमिच्छामि तत्र पम्फुल् योगः ति तत्र पुगन्तलघुपदस्य च इति कार्यं भवति, परन्तु तत्र किमपि विशिष्ट परिस्थितिः इति कृत्वा तत्र कार्यं न भवति. ओ एवं वा. आमामां तत्र न चिन्तितवन्तः. धन्यवादः. तत्तु पम्फुल् पम्फुल् इति साधारणधातुः वा नो चेत् विशिष्टधातुः वा तत्र पम्फुल् इति? तत्र तत्र भगिनी तत्र पल् पल् इति धातुः तत्र चरपलोश्च इति अस्ति अस्ति किल यङ् लुगन्तधातुः. तत्र पल् इति वा? पल् इति धातुः तत्र विशिष्टकार्यं भवति इति कृत्वा तत्र गुणः न भवति. अस्तु अस्तु. तत्तु किं किं भगिनि? तत्र विशिष्टकार्यं भवति अतः तत्र गुणः न भवति, गुणः बाधितम् इति एव वक्तुमिच्छामि. बकारान्तदातुः यद्वक्तुम् अत्र बकारान्तदातुः एव न भवति इति पूर्वं दृष्टवन्तः. राल्लोपः इति बकारस्य लोपः भवति, तर्हि तादृश उदाहरणमेव न भवति इति पूर्वं दृष्टवन्तः. तर्हि शकारान्तदातुः शकारस्य क्रोश् योगः तः इति स्वीकरोतु. तः अस्तु क्रोश् योगः तः तत्र शकारस्य मूर्धन्यशकार आयाति न भ्रष्टभ्रष्ट इत्यनेन आयाति चषां तत्तु भ्रष्टभ्रष्ट इत्यनेन क्रोश् इत्यस्य क्रोशा मूर्धन्यशकार आयाति तः शकारः तु मूर्धन्यशकारः तत् तत्कारणात् तकारः तु चकारः आयाति क्रोष्टि इति आयाति भगिनि. आं भगिनि क्रोष्टि इति तत्र ब्रश दर्शत्यनेन मूर्धन्यशकारः अनन्तरं स्तुणाष्टुः इत्यनेन किमपि न पश्यम् ब्रश दर्शत्यनेन मूर्धन्यशकारः अनन्तरं स्तुणाष्टुः क्रोष्टि इति. मणिमहोदय वदति वा शकारः मूर्धन्यशकारः शरीकर्षति चरिकर्षि उदाहरणं चरिकर्षि एव तः वा महोदय एव शकारस्य परे तकारः अस्ति अतः शृणाश्रुः इति कार्यं करोति, टि स्थाने टि इति आगच्छति, सरिकर्ष्योः टि सरिकर्षि इति रूपं भवति महोदय. पुनः रामप्रिया भगिनी अत्र सकारान्तधातुः चाकस् इति अस्ति, चाकस् योगः ति, चाकस् योगः ति, तत्रापि करिच इति सूत्रेण, परन्तु वर्णमेलनमेव, परन्तु करिच सूत्रस्य प्रसक्तिः अस्ति चाकस् ति. आम् भगिनि, करीच इत्यस्य प्रसक्तिः जलः, जलः जलां जलां तत् सकारः पुनः आयाति खलु. अनन्तरं हकारान्तदातुः अत्र लिश् इति दातुः सुब्रह्मण्यं पठति वा? धातुः लिह् प्रत्ययः कः भगिनि? अति इति लिह् योगः, क्षम्यतां क्षम्यतां, लिह् योगः तः इति स्वीकरोतु महोदय. अस्तु भगिनि, लिह् योगः तः, अत्र हकारान्तधातुः तकारादि वर्णः, अनन्तरं प्रत्ययः. इदानीमत्र होढः इत्यनेन अत्र तकारः छल् वर्णः, पूर्वं हकारः अस्ति, अतः हकारस्य स्थाने ढकारः, अतः लिढ् योगः पः. इदानीं ढकारः छष् वर्णः, अनन्तरं तकारः अस्ति, अतः झषस्तथोर्धोधः इत्यनेन तकारस्य धकारः, लिढ् योगः थः. इदानीं ष्णाष्टुः इत्यनेन धकारस्य ढकारः, लिढ् योगः ढः. इदानीं ढोढे लोपः इत्यनेन पूर्वतनढकारस्य लोपः, लि योगः ढः. इदानीं ढलोपे पूर्वस्य दीर्घो णः इत्यनेन यः ढकारस्य पूर्वं लोपस्य निमित्तात् पूर्वं यः अण्वर्णः अस्ति इकारः, तस्य दीर्घत्वं भवति, अतः लीढः इति रूपं भवति. धन्यवादः. दुह्योगः, दुह्योगः थे इति स्वीकरोतु, क्षम्यतां क्षम्यतां, ते इति दुह्योगः ते, अत्र ते इति अपित् प्रत्ययः, अतः तत्र तत्र दुह्योगः ते, तत्र दकारादिधातुः दादेर्धातोर्गः इति सूत्रेण हकारस्य स्थाने गकारः, अनन्तरं ते इति अस्ति, अनन्तरं गकार जषस्ततोर्दोदः इति इत्यनेन तत्र दुग् गकारः जश्वर्णः इति कृत्वा तकारस्य स्थाने दकारः, धुग् योगः धे, अनन्तरं जलां जषि इत्यनेन गकारस्य कवर्गस्य तृतीयवर्णः गकारः दुग्धे. द्वितीयतकारः अस्तु, मुह्योगः तः, अत्रापि अपि तस्य इति कारणतः पुगन्तलघुपदस्य कार्यं न भवति, मुह् एव तिष्ठति. मुह्योगः तः, इदानीं होडः सूत्रं तत्र प्रभाद्य विशिष्टसूत्रमस्ति मुह् धातोः कृते, वा द्रुह मुह श्नुह श्निहाम् इति कारणेन तत्र विकल्पेन एकस्मिन् पक्षे घकारः भवति, अन्यस्मिन् पक्षे ढकारः भवति. यत्र घकारः भवति हकारस्य स्थाने घकारः आयाति. इदानीं मुग्योगः तः इति स्थितिः. घकारः जश्वर्णः अस्ति इति कृत्वा जशस्ततोर्दोदः इति कारणेन थकारस्य स्थाने धकारादेशः. तर्हि घकारः धकारः इति स्थितिः. इदानीं झल्वर्णः घकारः अपि च धकारः झष्वर्णः इति कृत्वा झष्ट्वसन्धि भवति तत्र. झलां झष् झषि अनेन घकारस्य स्थाने अल्पप्राणघकारः. तर्हि मुग्धः इति रूपं भवति एकस्मिन् पक्षे. अन्यस्मिन् पक्षे यत्र ढकारः भवति तत्र मूढ् योगः तः इति स्थितिः. अत्रापि पुनः जशस्ततुर्दोदः कारणेन थकारस्य स्थाने धकारः आगत्य ढकारः धकारः. इदानीं तवर्गीयात् परे तवर्गीयवर्णः अस्ति इति कृत्वा तत्र ष्टुत्वसन्धेः प्रसक्तिः. तर्हि ष्टुत्वसन्धिः भूत्वा धकारः इदानीं ढकारः भवति. तर्हि मूढ् योगः डः इति स्थितिः. ढकारात् परे ढकारः अस्ति इति कृत्वा डोडे लोपः इति. अनेन प्रथमढकारस्य लोपः भवति. तर्हि मू योगः डः इति. यत् डकारः लोपस्य कारणम् अभवत् तस्य प्राक् अण्वर्णः अस्ति इति कृत्वा ढ्रलोपे दीर्घो अणः इति कृत्वा उकारस्य पूर्वस्य दीर्घो अणः इति कृत्वा उकारः ऊकारः भवति. मूढः इति भवति ड्रलोपे पूर्वस्य दीर्घो अणः. अस्तु भगिनि, मूढः इति. धन्यवादः. पुष्प भगिनी वदति वा तन्नासु धातुः. नक्तु विशिष्टधातु न. अत्र तत्तु नहो नहोधः इत्यनेन धकारः हकारस्य स्थाने धकारः आयाति. नद् योगः तीता किम् इति स्वीकरोतु. ता इति स्वीकरोतु. नद् नद् योगः ता. नकारस्य नष्टुः कार्यं करोति जलां जषसि जषस्त्वं हा जषस्ततोर्दोधः तत् तथैव नद् धकारस्य प्रभावेन तकारस्य परिवर्तनम् आयाति. तु धकारस्य जलां झषि इत्यनेन मूर्धन्यधकारस्य अल्पप्राणधकारः पूर्व नद् योगधात् तत्र पर धा इत्यनेन न पर न पर इति प्रभावेन पूर्वधकारः तु अल्पप्राणधकारः आयात् तत्तु नद्धा. धन्यवादः. तर्हि अनन्तरं यत्र नकारान्तमकारान्तधातुभ्यः इति अपि अस्ति करपत्रे. तर्हि प्रायः अन्यः भगिनी पठितुम् इच्छति वा शीघ्रं संक्षेपरूपेण तत्र यत्र पठितुम् इच्छति चेत् पठतु नो चेत् संक्षेपरूपेण वर्तते. कुत्र अस्ति भगिनि? करपत्रे. न उद्घाटितवती. ओ एव एवं वा. सुब्रह्मण्यमहोदयस्य समीपे अस्ति अस्तु भगिनि करपत्रात् वा भगिनि? आं महोदय. अत्र नकारः वा मकारः वा धातोः अन्ते अपि च प्रत्ययः तकारादिः वा थकारादिः वा अस्ति चेत् प्रथमम् अत्र किं कर्तव्यम् इत्युक्ते अत्र प्रत्ययः कित् नित् प्रत्ययः अस्ति वा इति द्रष्टव्यम्. नो चेत् कित् नित् भिन्नाः अस्ति चेत् अत्र किञ्चित् अन्यत् कार्यं भवति. कित् लित् प्रत्ययः अस्ति चेत् अत्र सामान्यनियमः अस्ति अनुनासिकस्य क्विझलोः क्निति इति. इत्यनेन किं भवति इत्युक्ते अत्र अनुनासि अत्र उपधायाः धातोः अनुनासिकधातोः अनुनासिकान्तधातोः उपधायाः यः वर्णः अस्ति तस्य दीर्घत्वं भवति क्विझलोः निति परः अस्ति चेत्. अतः अत्र उपधायाः प्रथमं दीर्घः भवति. यदि तदनन्तरं किं भवति इत्युक्ते अत्र सामान्यकार्याणि भवन्ति, सन्धिकार्याणि, अत्र नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ये परसवर्णः द्वयोः अपि कार्यं भवितुमर्हति अत्र. संयोगः सः इति स्वीकुर्मः वा भगिनि? संयोगः तः अस्ति चेत् अत्र धातुः मकारान्तधातुः अनन्तरं तकारादिप्रत्ययः, तकारः अत्र अपित् अस्ति तः इति, अतः अपित्वात् णित्वत् भवति. अतः अनुनासिकस्य क्विझलोः क्निति इत्यस्य प्रसक्तिः अत्र भूत्वा अत्र उपधायाः अकारः अस्ति तस्य दीर्घत्वं भवति. इत्युक्ते शां योगः तः भवति. अनन्तरम् अत्र मकारः अपदान्ते अस्ति भूत्वा अपि च अनन्तरं तकारः झल् वर्णः, अतः मकारस्य अनुस्वारः भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने नकारः भवति. इत्युक्ते परवर्णः तकारः अस्ति तस्य पञ्चमसदस्यः आदेशः भवति अनुस्वारस्य स्थाने, अतः शान्तः इति रूपं सम्भवति भवति अत्र. धन्यवादः महोदय. अन्यस्य कस्यापि समीपे करपत्रमस्ति वा? तर्हि विशेषनियमः इति अस्ति, यत्र नित्तस्ति किन्तु दशधातवः सन्ति इति, तेषु अन्यतमः वर्तन्ते चेत् अनुदातोपदेशवनतितनोत्यादीनाम् अनुनासिकस्य लोपो जलि इति सूत्रेण अनुनासिकस्य लोपः भवति, अनन्तरं सन्धिकार्यं भवति. यत्किमपि सन्धिकार्यं किमपि नास्ति खलु, तर्हि हलन्तस्य लोपः, हल् वर्णस्य लोपः भवति, तर्हि केवलं वर्णमेलनं भवति. उदाहरणार्थं हन् योगः तः इति अस्ति. हन् धातुः दश धातुषु अन्यतमः इति कृत्वा, विशिष्टधातुषु अन्यतमः इति कृत्वा नकारस्य लोपः भवति. अनेन सूत्रेण नकारस्य लोपं भूत्वा हतः इति रूपं भवति इति नित् प्रत्ययः अस्ति चेत्. तृतीयम् आसीत् जनसन घन इति धातूनां सन् धातोः कृते जनखन जनसनखनां सञ्जलोः इति सूत्रेण तत्र किं भवति, आत् भवति, जातः इति भवति. अनन्तरं यदि मित्रप्रत्ययः नास्ति चेत् केवलं सन्धिकार्यं भवति खलु, पुत्रद्वयस्य पुत्रशक्तिः नास्ति, तर्हि केवलं सन्धिकार्यं नशपदान्तस्य जले अनुस्वारस्य. यदि मित् अस्ति चेदेव पुत्रद्वयं वर्तते. एकं सामान्यसूत्रमासीत् अनुनासिकस्य विजलोग्निति इत्यनेन अनुनासिकस्य लोपः भवति, अनन्तरं विशेषनियमः आसीत् अनुदातोपदेशवनतनूत्यादीनाम् अनुनासिकलोपो जलि इति इत्यनेन लोपः भवति अनुनासिकवर्णस्य. सम्यक् भगिनि, वयं तु अहं तु आं क्षम्यताम्, अनुनासिकस्य क्विजलो इति इत्यनेन दीर्घत्वं भवति, पदादीर्घत्वं भवति. तर्हि सकारादि तकारादि सामान्यनियमाः एव सन्ति. सकारादि चेत् केचन एव विशिष्टकार्याणि सन्ति, उदाहरणं षडोः कहसि इति सूत्रमस्ति, अनन्तरम् आदेशप्रत्ययोः तस्यापि कार्यं भवति. किन्तु यदि तकारादि चेत् सामान्यकार्याणि भवन्ति, किन्तु दश दशस्ततो दो दः इति सूत्रस्य कार्यं भवति. यत्र यत्र चतुर्थवर्णः अस्ति चेत् दशस्ततो द्वन्द्वः, अन्ये सर्वे तु समानकार्याणि खलु, सकारादि अनन्तरं सकारादि सकारादि. तर्हि विरमामः वा. भगिनी किमपि पृष्टवती खलु षडोः कहसि इति उक्तवती वा, षडोः कहसि अनन्तरं ष्णाश्चुः अपि च षडोः कहसि. तत्र कुत्रचित् करपत्रे षडोः कहसि इति ष्णाश्चुः इत्यस्य अपवादसूत्रम् इति महोदय उक्तवान्. धन्यवादः धन्यवादः शुभरात्रिः भगिनि. धन्यवादः.